सप्तकातुकप्रकरणे ल्यप् प्रत्ययः इति पाठः अनुवर्तते. अत्र वयं किं दृष्टवन्तः एतावता वेत्वो ल्यप् इति सूत्रेण तत्र समासपूर्वपदं नञ् भिन्न अव्ययं भवति चेत् तस्मिन् धातु त्वप्रत्ययस्य स्थाने ल्यप् विधीयते. समासे अनञ् पूर्वत्वः ल्यप् त्व इति प्रत्ययस्य धर्माः लघु प्रत्यये आरोपितमस्ति तानिवत् आदेशो अनुसूत्रेण. अनन्तरं तत्र ल्यप् प्रत्ययः एव तत्र लचकुरदिते लकारस्य इत्संज्ञा तस्य लोपः यकारः एव तत्र अवशिष्यते. तत्र गुणनिषेधः एतां धातूनाम् उपधायां नकारलोपः सम्प्रसारणी धातुः अस्ति चेत् संस्कारणम् इति सामान्यकारिणानि अपि भवन्ति. आकारान्त तत्र वर्गीकरणं कृतं. तत्र प्रथमवर्गीकरणे भ्वादिगणात् आरभ्य क्रयादिगणपर्यन्तम् अजन्तधातूनां यप् विधानप्रक्रिया तत्र एव स्मः वयं. तत्र आकारान्तदातवः एजन्तदातवः च तत्र सामान्यकार्यं आदेश उपदेशे इति सूत्रेण एजन्तदातवः अस्ति चेत् आकारान्तः भवति अचिति प्रत्यये परे. अतः तत्र उपसर्गतुः अस्ति चेत् तत्र आत्वं भूत्वा विधाय विघ्राय विघ्राय इति रूपं भवति. विशेष आकारान्त एजन्तदातवः तत्र प्रथमवर्गीकरणे कारणी दातवः इति सः यद्यपि तत्र पचिष्वपि यजादीनाम् इत्यनेन सम्प्रसारणं भवति स्म तदापि ल्यपि च इति सूत्रेण सम्प्रसारणम् भवति. ल्यपि च इत्येव अस्माकं प्रथमनूतनसूत्रं 6.1.1 ल्यपि च इति सूत्रेण तत्र सम्प्रसारणं कृतं भवति. केवलं तत्र आत्मं भूत्वा प्रवाह इति रूपं प्रथमम् आसीत् ल्यपि च सूत्रम्. अनन्तरं वेङ् धातोः विषये अपि परन्तु तदपि व्यश्च इति सूत्रेण बाधितं प्र व्ये वेङ् योगः ल्यप् तत् भगिनी भवतः ध्वनिः मध्ये मध्ये भग्नः भवति भगिनि, मम कृते वा सर्वे? ओ तत्र किञ्चित् किञ्चिदेव मध्ये मध्ये भग्नः भवति. भग्नः भवति. इदानीं श्रूयते वा? श्रूयते भगिनि. मध्ये मध्ये भग्नः भवति सर्वदा तदेव भवति. सम्यक् आसीत् भगिनि. अस्तु, यदा अधिकनेरं भवति चेत् कृपया वदतु, अहं किञ्चित् मोडं स्विच् आफ् कृत्वा पुनः आन् करोमि. समीचीनमस्ति. अस्तु, अनन्तरं व्यस्य दृष्ट न श्रूयते महोदय, न श्रूयते किमपि. म्यूट् मध्ये अस्ति तत्र, म्यूट् इति दृश्यते, म्यूट् त्वम् इदानीं श्रूयते वा? आं भगिनि. भगिनि अन्यस्मिन् पक्षे सम्प्रसारणं भवति इति, एकस्मिन् पक्षे सम्प्रसारणं न भवति, अन्यस्मिन् पक्षे तत्र परिवीय अनन्तरं तत्र न भवति इत्यपि, तत्र न भवति पर्या न भवति वाक्यनेन विक् न भवति. यदा वेङ् धातुः परि इति उपसर्गं न चेत् सर्वधातु यश्च इत्यनेन परि इति उपसर्गपूर्वक वेङ् धातोः सम्प्रसारणं कश्चन भाषा परेः ह्वेङ् दा ह्वे इति धातुः नास्ति इति कारणेन तत्र तु प्रकारः न श्रूयते महोदय, तत्र भग्नः भवति, किमपि न श्रूयते पुनः. अन्ये श्रोतुं शक्नुवन्ति वा? न श्रूयते महोदय, न श्रूयते महोदय. भगिन्याः ध्वनिः, रामप्रिया भगिन्याः ध्वनिः न श्रूयते. सत्यम्. आं भगिनि, न इदानीमपि सम्यक् नास्ति. श्रूयते वा? श्रूयते, परन्तु तत्र इदानीम् अहं तु वैफै वैफै समीपे एव आगतवती. इदानीम् अस्ति, इदानीं सम्यक् अस्ति. समीचीनम्, इदानीं समीचीनम्. अस्तु अस्तु, पश्यामः कियत् पर्यन्तं तत्र नेट् किञ्चित् समस्या अस्ति एव. अस्तु, जा धातुः उक्तवती एव किल, जा धातोः अपि तत्र सम्प्रसारणं न भवति जश्च इति सूत्रेण, अतः प्रज्याय इत्येव. अनन्तरं मेङ् इति धातुः मयतेर् मयतेरिद इधन्यतरस्याम् इति सूत्रेण तत्र विकल्पेन ईकारादेशः भवति ल्यपि प्रत्यये परे, अतः तत्र अप इति उपसर्गपूर्वक मेङ् धातोः ल्यपि परे अपमिथ्या इति भवति. ह्रस्वस्य प्रतीकृति तुक् इति सूत्रमपि भवति. मेङ् धातोः ईकारादेशः ल्यपि परे, अनन्तरं ह्रस्वस्य प्रतीकृति तुक् इत्यनेन तुक् आगमः. ह्रस्वः मी इति अस्ति, अतः तस्य तुक् आगमः अपमिथ्या इति भवति. विधान अपक्षे यदा तद् अन्यतरस्यां किल, अतः विधान अपक्षे आत्वं भवति अपमाय इति सूत्र रूपद्वयं भवति. अनन्तरं गूमास्ताप तद् प्रसिद्धमेव, तत्र ईकारादेशः सामान्यतया भवति, परन्तु ल्यपि न भवति तत्र. तत्रापि न ल्यपि इति सूत्रेण आकारस्य स्थाने ईकारादेशः न भवति. प्रधाय प्रमाय प्रस्थाय इति रूपं भवति. गुमास्तागापा इत्यस्य निषेधसूत्रमस्ति न ल्यपि इति. अनन्तरं प्लस् ईकारान्तदातवः दृष्टवन्तः, तत्रापि ह्रस्वस्य पितीकृति तुक् इत्यनेन तुक्कागमः विजिच्य इति रूपं, तत्र अस्माकं ह्रस्वस्य पितीकृति तुक् इत्यनेन तुक्कागमः भूत्वा विजित्य विचित्य इति तुक् आगमः. सम्प्रसारणी धातवः इत्यत्र एव श्वी धातुः वयम् आरम्भं कृतवन्तः गतसप्ताहे. तत्र ल्यपि परे वचिस्वपि अजादीनाम् इत्यनेन सम्प्रसारणं भवति इति, तस्मात् एव पुनः आरम्भं कुर्मः. महोदय भवान् एव आरम्भं करोति वा? सम्प्रसारणे धातुः खलु, ततः श्वीधातुः सम्प्रसारणे अस्ति. ल्यप् अस्ति यतः चित् अस्ति, अतः ल्यपि परे वचिस्वपि अजादीनां किति इत्यनेन सम्प्रसारणं भवति. उत् योग श्वी योग लेप् वचिस्वपेजादीनां किति इत्यनेन उत्योग षकारयोग वकारस्थाने तत्र सम्प्रसारणं भूत्वा तत्र उ इति भवति, उ आदेशः. योग इ य इति इदानीं सम्प्रसारणाच्च इत्यनेन सम्प्रसारणसंज्ञकवर्णात् परम् अच् अस्ति चेत् पूर्वपरयोस्थाने एकः पूर्वरूपादेशः भवति. उत् योग षकारयोग उकारयोग य इति अस्ति. इदानीम् उत् हलः इत्यनेन इदानीं हलन्त् हलः इति सूत्रेण तत्र हलुत्तरस्य सम्प्रसारण अङ्गस्य दीर्घत्वं भवति. अङ्गावयवात् हलः यदुत्तरं सम्प्रसारणं तदङ्गस्य तदन्तस्य अङ्गस्य अन्तस्य अङ्गस्य अस्तु दीर्घादेशः भवति. उत् योग शू योग इ इदानीम् उत् शू उत् योग शू इति उक तकार षकार अस्ति, तर्हि तत्र स्तुत्वं स्तोः शुनाशु इत्यनेन स्तुत्वम् उच् तकारस्य स्थाने षकारः उच् उच् योग शूय इति अस्ति. इदानीं षश्चूट् इत्यनेन तत्र विकल्पेन इत्यनेन पदान्तस्य जयः उत्तरस्य षकारस्य अटिपरे षकारदेशः अन्यतरस्यां, तर्हि उच्छूय उच् शूय इति रूपद्वयं भवति. तर्हि अत्र वयं जानीमः श्वीधातुः वचिस्वपेजादीन् इत्यनेन तत्र सम्प्रसारणमस्ति. अत्र सन्धिकार्याणि सन्ति, तत्र षष्चोटि अपि च क्षम्यतां स्तुत्वम् अनन्तरं षष्चोटि इति सूत्रेण सम्प्रसारणं भूत्वा स्तुत्वम् अनन्तरं षष्चोटि इति सूत्रेण तत्र विकल्पेन षकारस्य स्तुत्वम् छत्वं छकार छत्वम् अनन्तरं छत् षष्ट्योटि इति षष्ट्योटि अन्यतरस्यामेव किल विकल्पेन सत्यम् अटि सम्प्रसारणच्च हलः स्तोश्चुनशु वयं जानीमः. षष्ट्योटि पठनीयं छत्वसन्धि षष्ट्योटि केवलं प्रथमवाक्यं पदान्तस्य जयः इति पदान्ते जय् वर्णः भवेत्, पदान्तस्य जयः उत्तरस्य षकारस्य अटिपरे षकारादेशः भवति. षकारः अनन्तरम् अट् प्रत्यारस्थवर्णः अस्ति चेत् षकारादेशः भवति. विकल्पेन पदान्तात् जयः षः चः अटिसंहितायाम् अन्यतरस्याम् इति अस्ति. अमि यत् छत्वमिति तदपि अग्रे अस्ति छत्वम् इति वाच्यमि अस्तु छत्वम् इति वाच्यं छत्वम् अमि इति वाच्यं क्षम्यतां छत्वममीति वाच्यम् इति वार्तिकेन इदं कार्यं न केवलम् अटिपरे अपि तु अमिपरे भवति. यथा तत् श्लोकेन अत्र लकारः अट् नास्ति, हयवरट् लन् अनन्तरमस्ति, अतः तत्र अत्रापि भवति तत् श्लोकेन तत् तच् श्लोकेन इति रूपद्वयं भवति अनेन वाक्यकेन. तत्र दे मेत् चचोटि त्रिपादिसूत्रम् अतः प्रथमं जस्त्वं चुत्वं चर्त्वम् इत्यादिकं करणीयम्. सामान्यतया चत्वम् अन्तिमफलम् अतः यद्यपि जयः उक्तः परन्तु व्यवहारे षकारात् प्राक् चर् इति सामान्यं सत्यं चर् भवति किमर्थम् इत्येतत् 63 अस्ति तत्र तत् पूर्वमेव भवति इत्यस्ति श्रूयते वा मम ध्वनिः श्रूयते किल आमाम् न श्रूयते न श्रोतुं शक्नोमि खण्डितः भवति मध्ये ब्रेक् भवति वा हा ब्रेक् ब्रेक् भवति तत्र मध्ये मध्ये तत्र किमपि न श्रूयते तत्तु इदानीं सम्यक् एव दृश्यते हा इदानीं सम्यक् अस्ति मध्ये मध्ये भवति तत्र सर्वदा न भवति मध्ये मध्ये भवति सेवा हरि ओम् श्रूयते भगिनी बट् मध्ये मध्ये स्टिल् ब्रेक् अस्ति भगिनि ब्रेक् अस्ति बिकास् आफ़् इण्टर्नेट् when you came in the beginning yeah I don't know now I am sitting right next to yeah it's okay Bagini. We'll continue yeah I've asked my daughter also to switch off from the Wi-Fi so it's just me now there is some problem in the net only from the afternoon it's like this अस्तु लेट्स् सी हौ फार् अस्तु भगिनी भवती तत्र तथा तत् योगः शिवः इति पठतुयोगः शिवः षष्ठोटि अनन्तरम् अस्ति एकनिमिषं भगिनी चत्वम् इति वाच्यम् ओके तस्मात् तत् योगः शिवः तत् योगः शिवः जलां जशोन्ते इत्यनेन पदान्ते जलः स्थाने जश् आदेशः तत् इति तद् तद् योगः शिवः स्तोहोश्चुनाश्चुः इत्यनेन शकारस्य प्रभावेण धकारस्य श्चुत्वं तज् योगः शिवः परि च इत्यनेन जलः स्थाने चर् आदेशः करि परे तच् योगः शिवः षच्छोटि इत्यनेन पदान्तस्य जयः उत्तरस्य षकारस्य अटि परे चकार आदेशः अन्यतरस्याम् इत्यनेन तत् शिवः अपि च तच् शिवः इति दत्तं षच्छोटि इत्यस्य कार्यस्य कृते तत् योगः शिवः वयं जानीमः जलां जशोन्ते प्रथमं कार्यं त्रिपाद्यां प्रथमं कार्यं जलः स्थाने जशादेशः तत् तत् इति तद् इति भवति अनन्तरं स्तोहोश्चुनाश्चुः इत्यनेन श्चुत्वं भवति तज् इति भवति दकारस्य स्थाने जकार आदेशः यतोहि परः शकारः अस्ति ताळव्यवर्णः तज् इति भवति तज् योगः शिवः खरि च इत्यनेन चर्त्वं भवति खर् खरि च इत्यनेन चर् आदेशः भवति तच् योगः शिवः त्रिपाद्यां कार्यमेव 8239 8440 अनन्तरं 8455 इति खरि च अनन्तरमेव तच् योगः शिवः इति षच्छोटि इत्यनेन पदान्तस्य जयः पदान्तस्य जयवर्णः अस्ति तच् चकारः तत् उत्तरस्य षकारस्य अटिपरे अट् प्रत्याहार अत्र हयवरट् चकार आदेशः अन्यतरस्यां तच् शिवः ओ ओके चकार आदेशः अन्यतरस्य शकारस्य अटि परे, शकारस्य अटि परे, ओ शकारस्य अटि इति शकारस्य परः यत् वर्णः इकारः तत् अस्ति इत्यनेन चकारस्य शकारस्य चकारः भवति तच् शिवः अथवा तच् शिवः. अस्तु चत्वम् इति चत्वम् अमी इति वाच्यं महोदयः महोदयेन उक्तमपि चत्वं चत्वम् अमी इति वाच्यम् इति वार्तिकेन इदं कार्यं न केवलम् अटि परे अपि तु अमी परे अपि हयवरट् लण् न्यमङ्गण नम् ओके अनुनासिकवर्णाः अपि अपि तु अमि परे अपि तत् श्लोकेन शकारस्य परः लकारः अस्ति अम् वर्णः अम् प्रत्याहारे अस्ति उल्लेखः अस्ति इत्यनेन तत् श्लोकेन इति तच् श्लोकेन इति भवति. अस्तु तच् शिवः तच् श्लोकेन. अस्तु भगिनि इकारान्तधातूनाम् आत्वम् अग्रे पठामि वा. इकारान्तधातूनाम् आत्वं डुमिञ्ज् धातुः डुमिञ्ज् मीं डुमिञ्ज् दीं च धातूनाम् उपदेश अवस्थायाम् आत्वं भवति ल्यपि परे मीनाति मिनोति दीङ्गां ल्यपि च इति सूत्रेण मीनाति मिनोति दीङ्गां ल्यपि च इति सूत्रेण डुमिञ्ज् धातुः ओके प्रयोगः मी योगः ल्यप् प्रमि प्रयोगः मी योगः ल्यप् मी मीनाति मिनोति दीङ्गां ल्यपि च इत्यनेन डुमिङ् धातोः उपदेशे अवस्थायाम् आत्वं सो डुमिञ्ज् इति मि ह्रस्व इकार मी ओके प्र मी इति मा इति भवति प्रयोगः मा योगः यकार प्रमाय मीनाति मिनोति दीङ्गां ल्यपि च इत्यनेन डुमिन् धातोः उपदेश अवसान् आत्वम् ओके 6150 इत्यनेन प्रमाय इति भवति. एवमेव नियोगः मी योगः ल्यप् निमाय निमाय इति भवति मी इति मीनाति मिनोति दीङ्गां ल्यपि च इत्यनेन आत्वं भवति इत्यनेन मी इति मा इति भवति निमाय इति भवति मीनाति मिनोति दीङ्गां ल्यपि च क्रयादौ मी धातुः स्वादिगणे मी धातुः दिवादौ दीङ् येषां धातूनाम् आकार आकार अन्तादेशः भवति ल्यपि अथवा येज् निमित्त षित् भिन्नप्रत्यये परे सिद्धान्तकौमोद्यां येषाम् आत्वं स्यात् ल्यपि चकारात् आशि इत् इत् इत् येत् निमित्ते इत् येत् निमित्ते इति येच् निमित्ते इति येच् निमित्ते निमित्ते ऐ गेस् मीनात् तिश्च मिनोतिश्च डीङ् च तेषाम् इतरेतरद्वन्द्वः मीनाति मिनोति दीङ् दीङ्गः तेषां मीनाति मिनोति दीङ्गां मीनाति मिनोति दीङ्गां षष्ट्यन्तं ल्यपि सप्तम्यन्तं च अव्ययं त्रिपदमिदं सूत्रम् आते च उपदेशे अशिति इत्यस्मात् आत् एचः उपदेशे अशिति इत्येतेषाम् इत्येषाम् अनुवृत्तिः अनुवृत्तिसहितसूत्रम् उपदेशे मीनाति मिनोति दीङ्गां ल्यपि च आत् एचः एच् निमित्ते प्रत्यये अशिति एचः अशिति ओके सो मीनाति मिनोति दीङ्गां ल्यपि च क्रयादौ मीङ् इति धातुः अस्ति स्वादिगणे मी धातुः दिवादिगणे दीङ् येषां धातूनाम् आकारः आकारः भवति अन्ते ल्यपि अथवा येच् निमित्तषिद्भिन्नप्रत्यये परे यतोहि उपदेशे आते च उपदेशे अशिति इत्यनेन एजन्तधातुः भवति या एजन्तधातोः निमित्तं षित् भिन्नप्रत्यये परे अशिति इत्यनेन षित् भिन्नप्रत्यये परे अस्ति चेत् तत् एजन्तधातोः क्रयादौ मीङ् स्वादिगणे मीङ् दीङ् इति धातोः कृते आकारः भवति. सिद्धान्तकौमुद्याम् येषाम् आत्मं स्यात् ल्यपि चकारात् अशित् एज् निमित्ते ओके ओके तथा एव अस्ति. अहं मीनातिश्च मिनोतिश्च डीङ् च तेषाम् इतरेतरद्वन्द्वः इतरेतरद्वन्द्वः अनन्तरं षष्ट्यन्तं मीनादि मिनोति दीङ्गाम् इति षष्ट्यन्तं ल्यपि सप्तमीयन्तं त्रिपदमितं सूत्रं च जयम् अस्तु. उपदेशे मीनाति मिनोति दीङ्गां ल्यपि च आत् एचः एज् निमित्ते प्रत्यये एज् निमित्ते प्रत्यये अशिति प्रत्ययम् अशिति भवति. एचः एजन्तधातोः एच् निमित्ते प्रत्यये किमर्थं दत्तम् एज् निमित्ते प्रत्यये इति भगिनि एज् निमित्ते प्रत्यये एज् अन्तधातुः बट् अत्र एज् अन्तधातुः नास्ति परन्तु मीङ् मीङ् सो दे आर् नाट् एजन्ता इत्यनेन स्पेशल् सूत्र. अहं म्यूट् मध्ये अस्मि. करपत्रं संख्या किं ल्यप् चाट् मध्ये प्रेषितुं शक्नोति वा? आम् आम् धन्यवादः. भगिनी चाट् मध्ये दृश्यते वा विजया भगिनी? रामप्रिया भगिनी अस्तु भगिनी चाट् मध्ये अस्ति. ओके धन्यवादः उषा भगिनी मया स्वीकृतमेव. अस्तु भगिनी अहं म्यूट् मध्ये भविष्यामि. वदतु भगिनी रामप्रिया भगिनी भवत्याः ध्वनिः न श्रूयते भगिनी. महोदय किमर्थं दत्तं तत् एज् निमित्त निमित्तद्वयमस्ति भगिनी क्रियादिदातु मीङ् मीङ् धातु दिवादि जीन् धातूनाम् आकारः भवति अथवा एज् निमित्त अष्ट उपदेशिषिति इति सूत्रेण एज् निमित्तमस्ति अशुद्ध भिन्नप्रत्यये परे आकारः तदेव. आम् बट् एचः अशिति रैट् सो या उपदेशे मीनाति मिनोति दीङ्गां ल्यपि च आत् एचः अशिति या बट् एज् निमित्ते प्रत्यये एज् अथवा अत्र अथवा अन्य एज् निमित्ते प्रत्यये इति लैक् सतिसप्तमी इति इति वा एज् निमित्त निमित्ते नास्ति एज् निमित्ते प्रत्यये अपि आशिति अपि एज् निमित्ते सति. हरि ओं श्रूयते वा? आम् इदानीं श्रूयते भगिनि. अहं मध्ये अस्तु तत्र निमित्तद्वयमस्ति. एकमस्ति क्रयादौ मीन् स्वादौ मीन् दिवादौ तीन् धातुना आकारस्य तत्र अन्तादेशः भवति इति एकं निमित्तम्. द्वितीयमस्ति तत्र यत्र एज् एजन्तः अस्ति चेत् तत्र किं भवति इत्युक्ते इत्युक्ते तत्र आकार अन्तादेशः भवति ल्यपि वन् निमित्त अथवा एज् निमित्त षित् भिन्न प्रत्यये परे अषित् प्रत्ययः भवतु एज् निमित्तं भवतु यदा वयं गुणः कुर्मः चेत् तत्र एजन्तः आगच्छति किल गुणः वा वृद्धिः वा यत्किमपि कुर्मः चेत् तत्र एज् निमित्तं भवति एज् अनन्तरम् अषित् प्रत्ययः सार्वधातुकार्धधातुकयोः इत्यनेन तत्र एज् एच् एजन्तत्वम् आगच्छति षित् भिन्नप्रत्ययः परः अस्ति चेत् तादृशेषु स्थलेषु अपि आत्वं भवति इति केवलं ल्यपि परेण अन्यत्रापि तृच् तुमुन् तत्रापि भवति अषित् प्रत्ययः प्रायः तत्र सार्वधातुकार्धधातुकयोः इत्यनेन एजन्तत्वं भवति तदापि अस्य सूत्रस्य प्रसक्तिः अस्ति इति अवगतं वा वयं पठितवन्तः एतत् सूत्रं तत्र निजन्ते एजन्तनिमित्तं भवेत् षित् भिन्नप्रत्ययः परः अस्ति चेत् तद् एकं निमित्तं ल्यपि परे इति अन्यत् निमित्तम् अतः निमित्तद्वयम् अत्र एकस्मिन्नेव सूत्रे आमां क्रीञ्जी नौ क्रीञ्जीणां नौ तादृशम् अत्र मीनाति मिनोति दीन्दधातुः कृते तत्र एतत् सूत्रम् अस्तु अस्तु आमां तत्रैव अस्ति खलु आमां मीनाति मिनोति क्रीञ्जीणां नौ अधः एव अस्ति आमामां भगिनि आगच्छति अग्रे पुनः आगच्छति एतत् सूत्रम् अस्तु धन्यवादः धन्यवादः अरुणा भगिनी भवती पठति वा क्षीदातु आं भगिनि क्षीदातोः दीर्घ आदेशः क्षियः इत्यनेन क्षये इति धातोः दीर्घ आदेशः भवति ल्यपि परे अत्र विशेषधातु अस्ति क्षीदातु दीर्घ आदेशः भवति लपि परे क्षीदातु क्षये अर्थधातु न तु अन्यधातु अस्ति भगिनि क्षीदातु प्रायः अस्ति भगिनि क्षी इति किञ्चित् प्रसिद्धधातुमेव अन्यस्मिन् अर्थे अपि भवेत् प्रायोगः प्रक्रिया अस्ति प्रायोगः क्षीयोग क्षीयः इत्यनेन क्षीदातोः दीर्घ आदेशः भवति लपि परे प्रायोग दीर्घ क्षी योगः प्रक्षीया इति रूपं भवति एवमेव उप उपसर्गः अस्ति चेत् उपयुगक्षीयुगलप् उपक्षीय इति भवति क्षियः क्षियः षष्ठाध्याये चतुर्थपादे नव पञ्चाशत् धातुः सुप्रमस्तमेव स्यात् क्षीक्षय इति धातुः दीर्घ आदेशो भवति लपि परे सिद्धान्तकौमुद्यां क्षियो लपि दीर्घः स्यात् क्षियः षष्ठ्यन्तम् एकपदमिदं सूत्रं लपि लघुपूर्वात् इत्यस्मात् ल्यपि इत्यस्य अनुवृत्तिः इप्लुवोर्दीर्घन्दसि इत्यस्मात् दीर्घः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं क्षियः अङ्गस्य दीर्घः ल्यपि तदेव क्षिदातु क्षये अर्थे अस्ति चेत् धातोः दीर्घ आदेशः भवति लपि परे सिद्धान्तकौमुद्यामप्य तत्र क्षिये ल्यपि दीर्घः स्यात् इति अनुभूतिसहित्रमस्ति क्षियः अङ्गस्य दीर्घः ल्यपि लपि परे पठामि भगिनि एकारान्तदातवः आम् ईकारान्त पठतु भगिनि ईकारान्तदातवः सामान्य ईकारान्तदातूनां किमपि कार्यं नास्ति ईकारः दीर्घः इत्यस्य कारणेन अश्वस्य पितिकृति तुक् इत्यस्य प्रसक्तिः नास्ति उदा ईकारान्तदातु अस्ति चेत् दीर्घ ईकार सामान्यतया किमपि कार्यं नास्ति हस्वश्च इति तु न भवति किमर्थं चेत् ईकारः दीर्घः न तु ह्रस्वैकारः. उदाहरणं वि युगः नी युगल्य वि वि युग नी युगय इनीय एवेव वि भि युगल्य विभीय नी धातु अत्र पठामि भगिनि अद् अद् आं तद् तत्र केवलं कार्यं किमपि नास्ति नास्ति तत्र मेलनमेव विनीय विवीय समीचीनं सम्यक् धन्यवादः भगिनि विजया भगिनी अस्ति किल ली धातोः महोदय मम नमस्कारः महोदय मम कृते अद्य लिङ्क् न आगच्छत् लिङ्क् न मेल् वा मेल् मध्ये अनन्तरं रघुपति आचार्येण मया पृष्टम् अत्र इदानीमेव सः एव प्रेषितवान् लिङ्क् अनन्तरं विता भगिन्या प्रेषितं करपत्रम् अस्तु इदानीं प्राप्तं वा किमर्थं न आम् आम् ली धातोः विकल्पेन ली धातोः लिङ्क् आप् मध्ये सेव् करणीयं तत्र तत्र एतद् लिङ्क् किल अस्माकं लिङ्क् आप् मध्ये एव भवति खलु अस्तु महोदय ली धातोः विकल्पेन आतुं भवति विभाषा लीयतेः इत्यनेन ली धातोः विकल्पेन आत्व आदेशः भवति ये च विषये च यपि परे आत्वपक्षे वियुगः लिङ् यप् भवति विभाषा लीयतेः इत्यनेन ली धातुः आत्वादेशः ल्यपि परे अतः तत्र ईकार दीर्घ ईकारस्य स्थाने अतः आत्वं भवति अतः वियुगः लायुगः ल्यप् मध्ये यकारः एव अनुबन्धलोपानन्तरं तिष्ठति अतः विलाय इति रूपं भवति आत्वपक्षे आत्व अपक्षे विपक्षे इति अस्ति अत्र वियुगः लिङ् लिङ् युगः ल्यप् अत्र किमपि आत्वं नास्ति अतः तदेव तिष्ठति वियोगः लीयोगः य विलीय इति भवति एवमेव वियोगः लीयोगः ल्यप् विभाषा लीयतेः इत्यनेन लिङ् क्लेशने च ली क्लेशने द्वयोः धात्वोः विकल्पेन आत्वादेशः भवति येचः विषये च ल्यपि परे उपदेश अवस्थायां येचः विषये इत्युक्ते यत्र तादृशः प्रत्ययः परे परः अस्ति यः ईकारस्य गुण आदेशकारणं स्यात् यथा कोऽपि चित् प्रत्ययः विभाषा प्रथमान्तं लीयते षष्ट्यन्तं द्विपदमिदं सूत्रम् आदेशे उपदेशे अशिति इत्यस्मात् आत् एषः उपदेशे इत्येषाम् अनुवृत्तिः मीनाति मिनोति दीर्घं ल्यपि च इत्यस्मात् ल्यपि इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं लीयतेः आत् एषः एज् विषये एच् निमित्ते ल्यपि उपदेशे विभाषा भवति अत्र इदानीमेव दृष्टवन्तः अत्र लीङ् क्लेशने अनन्तरं ली क्लेशने धातुः तु द्वयम् अस्ति अत्र अत्र विकल्पेन आतुरम् इति अत्र अन्यतरेषाम् इत्यनेन अत्र एकस्मिन् पक्षे आतुं भवति अन्यस्मिन् पक्षे आतुं नास्ति इति वयं दृष्टवन्तः अनुवृत्तिसहितसूत्रमपि लीयतेः आत् एषः एज् विषये अपि अस्ति एच् विषये अपि अस्ति अनन्तरम् अत्र एच् निमित्तमपि निमित्ते यपि उपदेशे विभाषा अतः तत्र रूपं विकल्पेन द्वयं भवति इति तत्र दत्तं महोदय समीचीनम् अत्र केवलम् एचः विषये इति अस्ति अशित् इति नास्ति अतः प्रायः यत्र एत्वं भवति तादृशेषु स्थलेषु अपि अस्य प्रसक्तिः भवति विभाषा लीयते इति सूत्रे तद् द्रष्टव्यम् अशित् प्रत्यये परे नास्ति इति उक्तत्वा चित् प्रत्यये परे अपि तस्य प्रसक्तिः भवेत् लीङ् श्लेषणे ली श्लेषणे धातुः द्वयम् एच् कदा भवति इत्युक्ते गुणः भवति अथवा वृद्धिः भवति चेदेव एच् भवति अशित् प्रत्यये परे अपि तस्य कार्यं भवति अनेन आत्वम् द्रष्टव्यं रूपं कथं भवति अग्रे पठामि अग्रे किम् अस्ति ईकारान्तधातुः पठतु भगिनि ईकारान्तधातूनाम् अत्वं डीङ् मी मीञ् धातु डीङ् मीञ् दुमिङ् च धातूनाम् उपदेशावस्थायाम् आत्वं भवति यपि परे मीनाति मिनोति डीङ्गां यपि च इति सूत्रेण उपसर्गपूर्वकः डीङ् धातोः ल्यप् अत्र मीनाति मिनोति डीङ्गां यपि च इत्यनेन डीङ् धातोः उपदेशावस्थायाम् आत्वं भवति अतः तत्र डीङ् इति स्थाने दीर्घ ईकारस्य स्थाने दीर्घ आकारः भवति उपयोगः दायोगः य उपदाय इति भवति एवमेव प्राप् योगः मी योगः ल्यप् अत्रापि आत्वं भूत्वा प्रमाय इति भवति तावदेव खलु महोदय तावदेव तत्रापि आत्वमेव भवति परन्तु सूत्रं भिन्नं ईकारान्त धातुः इत्यनेन सूत्रं भिन्नं तत्र यद् इदानीं भवत्या पठितं विभाषालीयते इत्यत्र विलाता विलातुं विलातव्यं विलाय विलेता विलेतुं विलेतव्यं विलीय विलीय इति किमर्थं तत्र विभाषा किल अतः विलीय इत्यपि रूपम् अस्ति एच् एचः विषये इति उक्तत्वात् यद्यपि तत्र अशित् इति न उक्तं विलाता इति तृच् प्रत्ययः अशित् तुमुन् अपि अशित् एव विलातव्यं विलाय विलेता इति एकं रूपं विलेतुं तत्र विलेता विलेतुम् इत्यत्र एत्वं किल विलेतव्यम् अतः रूपद्वयम् शित् प्रत्ययः न दृश्यते प्रायः वयं पठितवन्तः खलु तत्र निजन्तप्रसङ्गे विलेता विलेतुं विलेतव्यम् एकारः एव निमित्तम् एज् अतः तत्रापि भवति एव विलायति विलाययति इति तादृशः भवति किं महोदय तत्र निजन्तप्रसङ्गे ला ला युगागमः भवति लाययति इति अथवा लापयति अपि च एकमस्ति विभाषा खलु तत्र वृद्धिः भवति लाययति अथवा लायति लिङ् श्लेषणे ली श्लेषणे तत्र आत्वं भवति एचः विषये च समीचीनम् अनन्तरम् ईकारान्तधातूनां डीङ् मी पूर्वं यद् दृष्टवन्तः तत्र अवशिष्टधातुद्वयं तत्र तत्रापि आत्वमेव उपधाय प्रमाय इति रूपम् अस्तु महोदय भवतः क्रमः एव उकारान्तदातवः अस्तु उकारं दातवः सामान्य उकारं धातूनां लपि परे तुगागमः भवति ह्रस्वस्य पिति कृति तुक् इति सूत्रेण षष्टादशप्रथमपादस्य एकसप्ततितमं सूत्रमस्ति ह्रस्वस्य पिति कृति तुक् इति यथा आयोग हू धातुः ल्यप्रत्ययः आहूयोग य इति अस्ति इदानीं हू इति ह्रस्व अस्ति ह्रस्वन् अस्ति अपि च लप् इति पित् अस्ति कृत् अस्ति इति कृत्वा तुगागमः आहूत्य इति भवति इति अस्ति तत्र वयं दृष्टवन्तः तत्र कर्मणि प्रयोगे तत्र अकृत् सार्वधातुक दीर्घः इति न दीर्घः भवति अकृत् यकारे परे खलु तत्र न सत्यम् अकृत् आम् सार्वधातुकयोः सत्यम् अकृत् प्रत्यये परे सार्वधातुकस्य तीर्थः भवति अतः एव क्षी धातुः अत्र ही धातोः दीर्घादेशः अन्यथा अनेनैव भवति स्म अकृतः दीर्घ परन्तु असार्वधातुक क्षम्यताम् अकृत् एव भवितव्यं खलु आम् अकृत् अस्ति आम् तर्हि तत्र आहूत्य इति एवमेव प्रयोग ध्रुयोग लेप् अत्रापि प्रदुत्य इति भवति प्रदुत्य दु सकार यकार प्रदुत्य इति ह्रस्वस्य पिटिकृति तुक् ह्रस्वस्य पिटिकृति तुक् ह्रस्ववर्णस्य तुगागमः भवति कृत्सञ्ज्ञके पित् प्रत्यये परे काशिकायां पितिकृति परतः ह्रस्वान्तस्य धातोः तुगागमः भवति अनेन येषां धातूनाम् अन्तिमवर्णः ह्रस्व इकारः ऋकारः अथवा ह्रस्व अकार येषां ह्रस्ववर्णानां तुगाग भवति पिति कृति परे प्रत्यय कृत् अपि भवेत् पित् अपि भवेत् अपित् कृत् प्रत्यये परे ह्रस्वस्य तुगागः न भवति यथा तृयोग त इति अस्ति तत्र कृतः यद्यपि तत्र ह्रस्वान्ताङ्गम् अस्ति परं न भवति एवमेव पूतं हृतं तत्र सर्वत्र तादृश अस्ति अकृत् पित् प्रत्यये परे अपि तुगागमः न भवति अकृत् पित् प्रत्यये परे तद्धिते सति पटुतरः अत्रापि तरप्रमप्रत्ययः अस्ति तत्र ह्रस्व अङ्गम् अस्ति तत्र न भवति इति पटुतरः पटुतम तत्रापि ह्रस्व अस्ति परन्तु नास्ति तत्र एतत् कृत् नास्ति इति कृत्वा प्रत्यय कृत् तिप् अस्ति चेदपि धात्वन्ते ह्रस्वस्वरस्य नास्ति चेत् तुगागमः न भवति यथा आलूयोग लेप् अत्र दीर्घ अस्ति इति कृत्वा न भवति आलूय तत्र लू क्षम्यतां तत्र लू इति धातु तदेव खलु आलूय एव किमपि नूतनम् अस्तु आलूय दीर्घः अस्ति इति न भवति न किमपि अत्र आत्वं भवति वा इति चिन्ता न सूत्रं न पठितं आलूय एव खलु अस्तु एवमेव सम्भूय इति भवति ह्रस्वस्य षष्ट्यन्तं पितिसप्तम्यन्तं कृतिसप्तम्यन्तं तु प्रथमान्तम् अनेकविधं सूत्रं ह्रस्वस्य पिति कृति तुगागमः पित् पित् कृत् प्रत्यये परे ह्रस्वान्ताङ्गस्य तुगागमः भवति इति ह्रस्वस्य पिति कृति तु इति वदति सत्यं ह्रस्वः अपि भवेत् कृत् अपि भवेत् पित् अपि भवेत् तदा एव तुगागमः भवति अतः एव तत्र अपित् प्रत्यये अपि च अपित् तु कृत् प्रत्यये अपि च अन्ये पित् प्रत्ययः पित् अस्ति परन्तु कृत् नास्ति तद्धितप्रत्ययं तमप् तरप् पित् अस्ति तमप् अपि तरप् परन्तु न भवति तत्रापि अग्रे महोदय वेदे वेदे यु प्लू धातोः दीर्घत्वं लपि अस्तु वेदस्य विषये यु प्लू इति द्वयोः धातोः दीर्घादेशः भवति लपि परे यु प्लुवोर् दीर्घः छन्दसि दीर्घश्चन्दसि इति सूत्रेण दान्त्यनुपूर्व वियूय किमस्ति दान्त्यनुपूर्व दान्त्यनुपूर्वं यत्र नो दक्षिण परिप्लूय किमपि तत्र एतत् वेदे एव दान्त्यपूर्व वियूय वेदे एव तस्य दान्त्यनुपूर्व्य पूर्वं वियूय यत्र नो दक्षिण परिप्लूय इति तत्र द्वयोस्थाने दीर्घस्थं भवति इति अस्ति युप्लुवोः दीर्घश्चन्दसि इति युप्लुवोः दीर्घश्चन्दसि इति सूत्रमस्ति षष्टाध्यायचतुर्थपादस्य सप्त अष्ट पञ्चाशत्तमं सूत्रमस्ति यु प्लु इत्ययोः लपि परतः छन्दसि विषये दीर्घः भवति यु प्लु प्लुवोः षष्ट्यन्तं दीर्घप्रथमान्तं छन्दसि सप्तम्यन्तं त्रिपदविधं सूत्रं लपि लघुपूर्वात् इत्यस्मात् लपि इत्यस्य अनुवृत्ति अङ्गस्य इत्यस्य अधिकारः अनुवृत्ति सूत्रमस्ति यु प्लुवोः अङ्गयोः दीर्घः लपि छन्दसि इति अस्ति प्लू प्लवने तत्र तत्र दान्ति दान्त्यनुपूर्वं वियूय इति ऋग्वेदे अस्ति उदाहरणं तद् न न उदाहरणमेव उदाहरणम् अपि च परिप्लूय दक्षिणा परिप्लूय इति आं तद् कटोप न न संहिता काठसंहिता 24.3 प्लू इति प्लवने वा तदेव वा आम् तद् प्लू इति तदेव प्लवने प्लूङ् गतौ दातु यु यु इति यौति यु यौति खलु यु मिश्रणे यु इति मिश्रणे यौति इति भवति खलु किमर्थम् उकारस्य रुरौति यु यौति तत्र अदादिगणीयधातूनां तत्र वृद्धिः भवति किमर्थम् आसीत् खलु एतत्तु यु मिश्रणे इति गतं यु मिश्रणे प्लङ्ग् प्लुङ्ग् गतौ धातु यप् परे दीर्घत्वं भवति एतद्वयं तु उदाहरणमस्ति दान्त्यनुपूर्वव्यूय ऋग् ऋग्वेदे अनन्तरं तस्य अर्थः कः इति न दत्तम् अत्र केवलम् उदाहरणमेव व्यूय दक्षिण नास्ति चेत् परिप्लूय इति तत्र यो दक्षिणा परिप्लूय दक्षिण नास्ति चेत् गन्तव्यं सत्यं दक्षिण आम् आम् दिश दिशि दिशि विच्छे एव वदति तत्र सञ्चय एतत्तु छन्दसि एव अतः लौकिकभाषायां नास्ति समीचीनं महोदय 6458 पर्यन्तम् आगतवन्तः इदानीं पुनः तत्र 6164 इति आगच्छति अस्तु आम् उषा भगिनी पठति वा ऊकारान्तदातवः तत्र नूतनसूत्राणि अधिकानि मध्ये मध्ये आगच्छति तदेव पुनः पुनः द्रष्टव्यम् पठतु भगिनि ऊकारान्तदातवः सामान्य ऊकारान्तधातूनां किमपि कार्यं नास्ति ऊकारः दीर्घः इत्यस्य कारणेन ह्रस्वस्य पिति कृति तुक् इत्यस्य प्रसक्तिः नास्ति यथा वियोगः धू योगः ल्यप् विधूय एव भवति विधूय एवमेव संयोगः भूयोगः सम्भूय एव भवति ओके ऊकारान्तधातवः सामान्यरूपमेव ओके भ्रू धातोः वच् आदेशः सर्वेषु आर्धधातुकप्रत्ययेषु परेषु भ्रू धातोः वच् आदेशः भवति यथा प्रभ्रूयोगः ल्यप् भ्रुवोवचि इत्यनेन 2453 इत्यनेन आर्धधातुकप्रत्यये परे भ्रू धातोः वच् आदेशः प्रयोगः वच् योगः यकारः वचि स्वपि यजादीनां किति इत्यनेन सम्प्रसारणं भवति वच् वकारस्य स्थाने उकारादेशः प्रयोगः ऊ योगः अ वच् इत्यस्य अकारः चकारः योगः यकारः सम्प्रसारणाच्च इत्यनेन सम्प्रसारणसंज्ञकवर्णात् परम् अच् अस्ति चेत् पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः भवति प्रयोगः उच् योगः यकारः प्रोच्य ओके गुण एव प्रोच्य भ्रुवोवचि ओके प्रभ्रूयोगः ल्यप् इति स्थिते भ्रुवोवचि इति सूत्रं वयं शृण्वन्तः भ्रुवोवचि इत्यनेन आर्धधातुकप्रत्यये परे भ्रू धातोः आर्धधातुकप्रत्यये परे वच् आदेशः ल्यप् आर्धधातुकप्रत्ययः प्रयोगः भ्रूस्थाने वच् आदेशः अनन्तरं सम्प्रसारणं भवति वचि स्वपि यजादीनां किति इत्यनेन सम्प्रसारणं ल्यप् इति किति कित् आरोपणं भवति सो कित्ति इत्यनेन वच् स्थाने वच् धातोः सम्प्रसारणम् अनन्तरं सम्प्रसारणाच्च इत्यनेन पूर्वरूप आदेशः भवति सो प्रयोगः उच् योगः यकारः अनन्तरं गुणा भवति प्रोच्य इति रूपं सिद्ध्यति भ्रुवोवचि इति सूत्रं भ्रुवो वचि वचिः आदेशः भवति आर्धधातुकविषये इकारः उच्चारणार्थः वचिः ओके इकारः उच्चारणार्थः भ्रुवः षष्टि एकवचनं भ्रुवः भ्रुवः षष्टि अस् भ्रूयोगः अस् षष्टि एकवचनं वचिः प्रथमा एकवचनं द्विपदमितं सूत्रम् आर्धधातुके इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं भ्रुवः वचिः आर्धधातुके सो भ्रू लैक् वधू कैण्ड् आफ् सो देन् भ्रुवः वधू वध्वः खलु भगिनि भ्रुवः षष्ट्यन्तं भवति चेत् भ्रूयोगः अचि अचिष्णुधातु ब्रुवां भवति वा? आ ब्रू आम् आम् आम् अचिष्णुधातु ब्रुवाम इवोरियङ्गौ अचि कित्तिङित् अत्र नास्ति खलु अस् अस् अस् इति प्रत्ययः किल? आम् आम् अस् इति प्रत्ययः ब्रू अथवा अत्र तु संयोगः अस्ति ब्रू इति संयुक्तः यण् आदेशः वा अत्र योगः इयङेव इयङेव भवति इयङ् क्षम्यताम् उवङ्गेव भवति उवङ्ग आदेशः ब्रुवः उवङ्ग् किल ऊब ब्रुवङ्ग् ब्रुवः इति भवति ओके अस्तु ब्रुवः आम् आम् आम् उवङ्गादेशक एव भाति भगिनि आम् बट् आदिष्णुदादु ब्रुवाम् इवोरियङ्गु वङ्गौ कित्तिङित् प्रत्ययः परः आम् आम् आम् आं भगिनि बट् संयोग संयोग अस्ति अपि संयोगः संयोगः संयोगपूर्वस्य अस्तु अजिष्णु एव भवति अजिष्णु आम् आम् ओके अस्तु भगिनि तु बचि स्वपि यजादीनां किति तदपि वयं दृष्टवन्तः वचि स्वपि यजादीनां किति वयं जानीमः वच् स्वप् यज् वप् वह् बस् वद् वेङ् ह्वेङ् श्वी व्येङ् इत्येषां धातूनां सम्प्रसारणं भवति किति प्रत्यये परे अनन्तरं अनुवृत्तिसहितसूत्रं वचि स्वपि यजादीनां सम्प्रसारणं किति इति सम्प्रसारणाच्च इत्यपि वयं जानीमः सम्प्रसारणसंज्ञकवर्णात् परम् अच् अस्ति चेत् पूर्वपरयोः स्थाने एकः पूर्वरूप आदेशः भवति तदपि वयं परिचयसूत्रमेव अनुवृत्तिसहितसूत्रं सम्प्रसारणाच्च अचि पूर्वपरयोः एकः पूर्वः पूर्वरूप आदेशः भवति संहितायाम् इति अस्तु भगिनि धन्यवादः अधुना भगिनी ऋकारान्तदातवः पठति वा? आं भगिनि ऋकारान्तदातवः सामान्यऋकारान्तदातूनां लपि परे तुक् आगमः भवति हस्वस्य पिति कृति तुक् इति सूत्रेण अत्रापि ऋकारान्तदातु हस्वऋकारः भवति चेत् हस्वस्य पिति कृति तुक् इति सूत्रम् आगच्छति उदाहरणमस्ति वि योगः हृ युगः ल्यप् अश्वस्य पिति कृति तुक् इत्यनेन हस्वा उकारान्तदातु तुक् आगमः भवति पितिकृति प्रत्यये परे वि युग हृ युग तुक् युगः य वि हृत् य विहृत्य इति रूपम् एवमेव हृ प्रायः हृ ल्यप् प्रहृत्य उपहृत्य उपयोगकृ ल्यप् उपकृत्य आङ्पूर्वक आङ्गयोगृ युगल्यप् आवृत्य परिपूर्वं पठितवन्तः इदानीं अतः सर्वत्र तत्र ह्रस्वस्य पिति कृति तुक् इत्यनेन तुकागमः भवति ह्रस्वः अस्ति चेत् पिति कृति तुक् इत्यनेन तुकागमः यत्र बाधितं तत्र एव किञ्चित् चिन्तनीयम् अत्र तु न बाधितम् अतः चिन्ता नास्ति समीचीनं समयः जातः ऋकारान्तदातवः अग्रिमसप्ताहे पश्यामः ऋत इति धातोः हली परिचितसूत्रमेव परन्तु उदाहरणानि अधिकानि सन्ति ततः अग्रिमसप्ताहे तद् दृष्ट्वा अग्रे गच्छामः अग्रिमसप्ताहे अपि 8:30 एव विजया भगिनी भवती आगच्छतु अस्तु अस्तु धन्यवादः नमस्कारः नमस्ते धन्यवादः धन्यवादः भगिनी नमस्कारः धन्यवादः शुभ